पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 53 व्यास उवाच एवं दण्डादिभिर्युक्तशौचाचारसमन्वितः आहूतोऽध्यापनं कुर्याद्वीक्ष्यमाणो गुरोर्मुखम् नित्यमुद्यतपाणिः स्यात् साध्वाचारसुसंयतः आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः प्रतिश्रवणसम्भाषे शयानो न समाचरेद आसीनो न च भुञ्जानो न तिष्ठेन्न पराङ्मुखः नीचैशय्यासनं चास्य सर्वदा गुरुसन्निधौ गुरोस्तु चक्षुर्विषयेण यथेष्टासनो भवेद् नोदा हरेदस्य नाम परोक्षमपि केवलं न चैवास्यानुकुर्वीद गतिभाषणचेष्टितम् गुरोर्यत्र परिवादो निन्दा वापि प्रवर्तते कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यदः दूरस्थो नार्चयेदेनं न क्रुद्धो नान्दिके स्त्रियः न चैवास्योत्तरं भ्रूयास्तिदो नासीदसन्निधौ उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा मार्जनं लेपनं नित्यमङ्गानां वै समाचरेद नास्य निर्माल्यशयनं पादुको पानहावपि आक्रामेदासनं चास्य छायादीन्वा कदाचन साधयेद्दन्तकाष्ठादीं लब्धं चास्मै निवेदयेद् अनापृच्छ्य न गन्तव्यं भवेत्प्रियहितेरदः न पादौ सारयेदस्य सन्निधाने कदाचन जृम्भितं हसितं चैव कण्ठप्रावरणं तथा वर्जयेत्सन्निधौ नित्यमङ्गस्फोटनमेव च यथा कालमधीद यावन्न विमना गुरुः आसीनोऽधो गुरोः पार्श्वे सेवां च सुसमाहितः आसने शयने याने नैव तिष्ठेत् कदाचन धावं तमनुद्धावेद गच्छं तमनुगच्छति गोष्वोष्ट्रयानप्रासादे तथाधो विष्टरेषु च आसीत् गुरुणा सार्धं शिलाफलकनौषु च जितेन्द्रियस्यात् सततम् वश्यात्मा क्रोधनशुचिः प्रयुञ्जीदसदा वाचं मधुरां हितकारिणीं गन्धमाल्यं रसं कल्पं शुक्रिं प्राणिविहिंसनम् अभ्यं जनां जनोन्मर्दश्चत्रधारणमेव च कामं लोभं भयं निद्रां गीतवादित्रनर्तनम् आतर्जनं परिवादं स्त्रीप्रेक्षालम्भनं तथा परोपकादं पैशून्यं प्रयत्नेन विवर्जयेत् उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् आहरेद्यावदन्नानि भैक्ष्यं चाहरश्चरेद कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यद् अनृत्यदर्शी सततं भवेद्गीतादि निःस्पृहः नादित्यं वै समीहेद नाचरे दन्तधावनम् एकान्तमशुचिस्त्रीभिः शूद्राद्यैरभिभाषणम् गुरुच्छिष्टं भेषजान्नं प्रयुञ्जीदनकामदः मलापकर्षणं स्नानं नाचिरेद्धि कदाचन न कुर्यान्मानसं विप्रो गुरोस्त्यागे कथञ्चन मोहाद्वा यदि वा लोभा त्यक्त्वादु पतितो भवेद् लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा आददीदयतो ज्ञानं तं न द्रुह्येत् कदाचन गुरोरप्यवलिप्तस्य कार्याकार्यमजानदः उत्पाधप्रतिपन्नस्य न मनुस्त्यागमब्रवीद गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेद न त्वाभिसृष्टो गुरुणा स्वान् गुरुनभिवादयेद् विद्या गुरुष्वेददेवं नित्या वृत्तिषु योगिषु प्रतिषेधत्सु चाधर्माधिदं चोपदिशत्सु च श्रेयस्व गुरुवद्वृत्तिं नित्यमेव समाचरेद गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु बालसम्मानयेन्मान्यञ्छिष्टो वा यदि कर्मणि अध्यापयन् गुरोसूनुं गुरुवन्मानमर्हति उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजनः न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः असवर्णाश्च सम्पूज्या प्रत्युत्थानाभिवादनैः अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च गुरुपत्न्यानकार्याणि केशानां च प्रसाधनं गुरुपत्नी तु युवती नाभिवाद्यादु पादयोः कुर्वीदवदनं भूम्यामसावहमिति ब्रुवन् विप्रोष्य पादग्रहणपूर्वकं चाभिवादनं गुरुदारेषु कुर्वीद सदा धर्ममनुस्मरन् मादृश्वसा मातुलानी श्वश्रूश्चाथ पितृश्वसा सम्पूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया भ्रातृभार्याश्च सङ्ग्राह्या सवर्णाहन्यहन्यपि विप्रोष्य तूपसङ्ग्राह्या ज्ञादिसम्बन्धियोषितः पितुर्भगिन्या मातुश्च जायस्यां च स्वसर्यपि मातृवद्वृत्तिमाधिष्ठेन्मादा ताभ्यो गरीयसि एवमाचारसम्पन्नमात्मवन्दमदाम्भिकं वेदमध्यापयेद्धर्मं पुराणाङ्गानि नित्यशः संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् हरदे दुष्कृतं तस्य शिष्यस्य वसदो गुरुः आचार्यपुत्रशुश्रूषुर्ज्ञानदो धार्मिकशुचिः शक्तोन्नदोऽम्बुदः साधुरध्याप्यादशधर्मदः कृतकण्ठस्तथा द्रोहमेधावी कुरुकृन्नर आप्तप्रियोऽथ विधिवत् षडध्याप्याद्विजातयः एतेषु ब्राह्मणे दानमन्यत्र तु यथोचितम् आचम्य संयदो नित्यमधीयेद उदङ्मुखः उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् अधीष्वभो इति ब्रूयाद्विरामोऽस्त्विति चारमेद प्राकुलान् पर्युपासीद पवित्रैश्चैव पावकः प्राणायामैस्त्रिभिपूदस्तदोङ्कारमर्हति ब्राह्मणप्रणवं कुर्यादन्तेऽपि विधिवद्विजाः कुर्यादध्यापनं नित्यं सब्रह्माञ्जलिपूर्वतः सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः अधीयी ताप्ययं नित्यं ब्राह्मण्याधीयतेऽन्यथा अधीयेदर्चो नित्यं क्षीराहुत्याः स देवताः प्रीणादि तर्पयन् कालं कामैर्हूताः स दैवताः युज्यं श्यधीदेनियदं दध्ना प्रीणादिदेवताः सामान्यधीदे प्रीणादि कृदा हुदिभिरन्वहम् अधर्वाङ्गिरसो नित्यं मध्वा प्रीणादिदेवताः धर्माङ्गानि पुराणानि मांसैस्तर्पयदे सुरान् प्रातश्च सायं प्रयदो नैत्यगं विधिमाश्रितः गायत्रीं समधीयेद गत्वारण्यं समाहिदः सहस्रपरमां देवीं शतमध्यां दशावरां गायत्रीं वै जपेन्नित्यं जपयज्ञप्रकीर्तितः गायत्रीं चैव वेदांश्च तुलया तोलयत्प्रभुः एकतश्चतुरो वेदा गायत्रीं च तथैकदः ओङ्कारमाधिदकृत्वा व्याहृतिस्तदनन्तरं तदोधीयीद सावित्रीमेकाग्रश्रद्धयान्विदः पुराकल्पे समुत्पन्ना भूर्भुवस्वः सनातनाः महाव्याहृदयस्तिस्रः सर्वाशुभनिबर्हणाः प्रधानं पुरुषकालो विष्णुब्रह्ममहेश्वराः सत्त्वं रजस्तमस्तिस्रक्रमाद्व्याहृदयस्मृताः ओङ्कारस्तत्परं ब्रह्म सावित्री स्यात्तदुत्तरम् यश मन्त्रो महायोगसारात्सार उदाहृदः योधीते हन्यहन्येदां गायत्रीं वेदमादरं विज्ञायार्थं ब्रह्मचारी सयादि परमां गतिं गायत्री वेदजननी गायत्री लोकपावनी गायत्र्या न परं जप्यमेतद्विज्ञायमुच्यते श्रावणस्य दुमासस्य पौर्णमास्यां द्विजोत्तमाः आषाढ्यां प्रोष्टपाद्यां वा वेदोपाकरणं स्मृतं यत्सूर्ययाम्यगमनं मासान्विप्रोर्धपञ्चमान् अधीयीद शुचौ देशे ब्रह्मचारी समाहितः पुष्ये तुच्छन्तस्सां कुर्याद्बहिरुत्सर्जनं द्विजः मासि शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे हनि चन्तांसि जद्विजोऽभ्यस्ये शुक्लपक्षे दु वै द्विजः वेदाङ्गानि पुराणानि कृष्णपक्षेषु मानवः इमान्नित्यमनध्यायानधीयानो विवर्जयेद अध्यापनं च कुर्वाणोऽभ्यस्यन्नपि प्रयत्नदः कर्णश्रवे निले रात्रौ दिवा पांसु समूहने विद्युस्तनितवर्षेषु महोल्कानां च सम्प्लवे अकालिकमनध्यायमेदेष्वाह प्रजापतिः यदानभ्युदिनान्विद्याद्यदा प्रादुष्कृदाग्निषु तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने निर्गादे भूमिचलने ज्योतिषां चोपसर्जने येदानकालिकान्विद्यादनध्यायानृतावपि प्रादुष्कृतेष्वग्निषु च विद्युस्तनिदनिस्वने सज्योदिस्यादनध्यायशेषे रात्रौ यथा दिव नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च धर्मनैपुण्यकामानां पूदिगन्धे जनित्यशः अन्धस्सव गदे ग्रामे वृषलस्य च सन्निधौ अनध्यायोरुद्यमाने समये जलदस्य च उदके चार्धरात्रे च विन्मूत्रं च विसर्जयन् उच्छिष्टश्राद्धभुक्चैव मनसापि न चिन्तयेद् प्रतिगृह्यद्विजो विद्वानेकोद्दिष्टस्य वेदनं त्र्यहं न कारयेद्ब्रह्म राज्ञो राहोश्च सूदके यावदेकान्न निष्ठा स्यात् स्नेहालोपश्च तिष्ठति विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेद् शयानप्रौढपादश्च कृत्वा चैवाव सक्तिकां नाधीयीदामिषं जग्ध्वा शूद्रश्राद्धान्नमेव च निहारे बाणशब्दे च सन्ध्ययोरुभयोरपि अमावास्या च दुर्दश्योपौर्णमास्यष्टमीषु च उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् अष्टकासु अहोरात्रमृत्वं तासु च रात्रिषु मार्गशीर्षे तथा पौषे माघमासे तथैव च तिस्रोष्टकाः समाख्यादा कृष्णपक्षेषु सूरिभिः श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च कदाचिदपि नाध्येयं कोविदारकपिद्धयोः समानविद्ये च मृते तथा सब्रह्मचारिणि आचार्ये संस्थिते चापि त्रिरात्रं क्षपणं स्मृतं चित्राण्येतानि विप्राणामनध्याया प्रकीर्तिताः हिंसन्ति राक्षसास्तेषु तस्मादेतान्विवर्जयेद् नैत्यकेनास्त्यनध्यायः सन्ध्योपासनमेव च उपाकर्मणि होमान्ध्ये होममध्ये तथैव च एका मृचमधैकं वा यजुस्सामानि वा पुनः नाष्टकाद्यास्वधीयेदमारुदे चाभिधावधि अनध्यायस्तु नाङ्गेषु नेदिहासपुराणयोः न धर्मशास्त्रेष्वन्येषु सर्वाण्येदानि वर्जयेद् एष धर्मसमासेन कीर्तितो ब्रह्मचारिणः ब्रह्मणाभिहितपूर्वमृषीणां भावितात्मनां योऽन्यत्र कुरुदे यत्नमनधीत्य श्रुतिं द्विजः स सम्मूढो न सम्भाष्ये वेदबाह्यो द्विजादिभिः न वेदपाठमात्रेण सन्तुष्टो वै भवेद्विजः पाठमात्रावसानस्तु पङ्गे गौरिवसीदधि योधित्य विधिवद्वेदं वेदार्थं न विचारयेद् स सम्मूढः शूद्रकल्पः पात्रतां न प्रपद्यते यदि त्वात्यन्तिकं वासं कर्तुमिच्छति वै गुरौ युक्तपरिचरेदेन मा शरीरविमोक्षणं गत्वा वनं च विधिवज्जुहुया जादवेदसम् अधियीत तथा नित्यं ब्रह्मनिष्ठः समाहितः सावित्रीं शतरुद्रीयं वेदान्ताश्च विशेषतः अभ्यस्ये सततं युक्तो भिक्षाशनपरायणः एतद्विधानं परमं पुराणं वेदागमे सम्यगिहोदितं वः पुरा महर्षिप्रवराधिपृष्टः स्वयम्भुवो यन्मनुराहदेवः इति श्रीपाद्मे महापुराणे स्वर्गखण्डे कर्मयोगकथनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॐ